पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 62 सूत उवाच एवं यन्महिमालोके लोकनिस्तारकारणं तस्य विष्णोः परेशस्य नानाविग्रहधारिणः एकं पुराणं रूपं वै तत्र पात्मं परं महद ब्राह्मं मूर्धा हरेरेव हृदयं पद्मसंज्ञितं वैष्णवं दक्षिणो बाहुशैवं वामो महेशिदुः ऊरु भागवदं प्रोक्तं नाभिस्यान्नारदीयकं मार्कण्डेयं च दक्षाङ्घ्रिर् वामो ह्याग्नेयमुच्यते भविष्यं दक्षिणो जानुर्विष्णोरेव महात्मनः ब्रह्मवैवर्तसंज्ञं तु वाम जानुरुदाहृदः लैङ्गं ह गुल्फकं दक्षं वाराहं वामगुल्फकम् स्कान्दं पुराणं लोमानि त्वगस्य वामनं स्मृतं कौर्मं पृष्ठं समाख्यातं मात्स्यं मेदप्रकीर्तितं मज्जादु गारुडं प्रोक्तं ब्रह्माण्डमस्तिगीयते एवमेवा भवद्विष्णुः पुराणावयवो हरिः हृदयं तत्र वै पात्मं यच्छ्रुत्वा मृदमश्नुदे पात्ममेतत्पुराणं तु स्वयं देवो भवद्धरिः यस्यैकाध्यायमध्याप्य सर्वैः पापैः प्रमुच्यते तत्रादिमं स्वर्गमिदं सर्वपादमफलप्रदम् स्वर्गखण्डं समाकर्ण्य महापादकिनोऽपि ये मुच्यन्ते तेऽपि पापेभ्यस्त्वजो जीर्णाद्यधोरगाः अपि चेत्सु दुराचारः सर्वधर्मबहिष्कृतः आदिस्वर्गं समाकर्ण्य यत्फलं समवाप्नुयाद आदिस्वर्गमिदं श्रुत्वा तत्फलं लभते नरः माके मासे प्रयागे दुस्नात्वा प्रतिदिनं नरः यथा पापात् प्रमुच्येद तथा हि श्रवणाद् भवेद दत्ता तेन स्वर्णतुला दत्ता चैव धराखिला कृतं वितरणं तेन दरिद्रे यत्कृतं नृणं हरेर्नामसहस्राणि पठितानि ह्यभीक्ष्णशः सर्वे वे दास्तधाधीतास्तत्तत्कर्म कृतं तथा अध्यापकाश्च बहवस्थापिता वृत्तिदानदः अभयं भयलोकेभ्यो दत्तं तेन तथा द्विजाः गुणवन्दो ज्ञानवन्दो धर्मवन्दोऽनुमानिताः मेषकर्कडयोर्मध्ये तोयं दत्तं सुशीलतं ब्राह्मणार्थे गवार्थे च प्राणास्त्यक्ताश्च तेन हि अन्यानि च सुकर्माणि कृतानि तेन धीमता येनादिखण्डं सदसि श्रुतं संश्राविदं तथा स्वर्गखण्डं समाधीत्य नानाभोगान् समश्नुते अन्धःपुरगनारीणां सुखसुप्तप्रबुध्यते किङ्किणीरव सन्नादैस्तथा मधुरभाषणैः इन्द्रस्यार्थासनं भुङ्क्ते इन्द्रलोके वसेच्छिरं तद सूर्यस्य भवनं चन्द्रलोकं ततो व्रजेद सप्तर्षिभवने भोगान् भुक्त्वा यादि ततो ध्रुवं ततश्च ब्रह्मणो लोकं प्राप्य तेजोमयं वपुः तत्रैव ज्ञानमासाद्य निर्वाणं परमृच्छति सद्भिः सह वसेद्धीमान् सत्तीर्थे स्नानमाचरेद कुर्यादेव सदालापं सच्चास्त्रं शृणुयान्नरः तत्र पद्ममहाशास्त्रं सर्वाम्नाय फलप्रदं स्वर्गखण्डं च तन्मध्ये महापुण्यफलप्रदं भजध्वं गोविन्दं नमदहरिमेकं सुरवरं गमिष्यध्वं लोकानदिविमलभोगानदितरां शृणुध्वं हे लोका वददहरिनामैकमधुलं यदीच्छा वीचीनां सुखतरणमिष्टानि लभत इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्विषष्टितमोऽध्यायः सम्पूर्णमिदमादिखण्डापरनामकमादिस्वर्गखण्डं स्वर्गखण्डं वा शुभमस्तु श्रीरस्तु इति श्रीपाद्मे महापुराणे तृतीयं स्वर्गखण्डं समाप्तम् ॐ